पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 135 श्रीमहादेव उवाच साभ्रमत्यास्तु माहात्म्यं वक्ष्ये देवि यथा तथं कश्यपो वै मुनिश्रेष्ठस्तपो वै तप्तवान्महद अनेकवर्षपर्यन्तं तेन तप्तं महत्तपः अर्बुदे पर्वते रम्ये नानाद्रुमसमाकुले तत्र गत्वा तपस्तप्तं ऋषिणा कश्यपेन वै सरस्वती यत्र रम्या पवित्रा पापनाशिनी एकस्मिन् दिवसे देवी गतोऽसौ नैमिषं प्रति तदा ते ऋषयः सर्वे कथां चक्रुरनेकशः तदा तैस्तु द्विजैः सम्यक् पृष्ठोऽसौ कश्यपो मुनिः अहो कश्यप नः प्रीत्यै गङ्गेहानी यदां प्रभो भवन्नाम्ना दुसा गङ्गा भविष्यदि सरिद्वरा तेषां वाक्यमुपाकर्ण्य नमस्कृत्य द्विजांश्च तान् आगतो ह्यर्बुदारण्ये सरस्वतीतीरसंनिधे तत्र तप्तं तदा तेन तपः परमदुष्करम् आराधितो ह्यहं तेन कश्यपेन द्विजेन वै प्रत्यक्षोऽहं तदा जातस्तस्य द्विजवरस्य च वरं वरय भद्रं ते यत्ते मनसि वर्धते कश्यप उवाच वरं दातुं समर्थोऽसि देवदेव जगत्पदे शिरस्थिता या गाङ्गेयं पवित्रा पापहारिणी मम देया विशेषेण महादेव नमोऽस्तु दे तदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम जडामेकां परित्यज्य दत्ता गङ्गा तदा मया तां गृहीत्वा द्विजश्रेष्ठस्वस्थानम् हर्षतो ययौ केशरन्ध्रं नाम तीर्थं वासो वै कश्यपस्य च गतस्तत्र तु देवेशि मुनिभिः परिवारितः कश्यपेन समानीता काश्यपी सा सरिद्वरा यस्या दर्शनमात्रेण ब्रह्मा मुच्यते किल पार्वती उवाच स्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मे विश्वनाथ कृपालुस्त्वं दया कुरु ममोपरि दर्शने किं भवेत् पुण्यं स्नाने किं वद देवराट महिमा कीदृशो ब्रह्मन् सर्वं त्वं वक्तुमर्हसि महादेव उवाच मया श्रुतान्यनेकानि तीर्थान्यायतनानि च श्रीविष्णोश्च प्रसादा च नद्यसागरगाः प्रभोः गङ्गा च यमुनारेव तापी चैव महानदी गोदावरी तुङ्गभद्रा कौशिकी गल्लिका तथा कावेरी वेदिका भद्रा सरयू पापहारिणी अन्याश्च विविधा नद्यसर्वपापहरा भुवि प्रयागस्तीर्थराजश्च काशी पुष्कर एव च नैमिषारण्यसंज्ञं तु तीर्थं चामरकण्टकम् उत्तमं द्वारकाक्षेत्रमर्बुदारण्यमुत्तमं एवं विधानि दिव्यानि क्षेत्राणि विविधानि च श्रुतानि तत्र देवेशि मायाविष्णोः प्रसादतः पूर्वं भगीरथेनैव याचितोऽहं तु पार्वती तदा दत्ता इयं गङ्गा विष्णोर्लोकमभीप्सुना कश्यपाय पुनर्दत्ता ऋषीणां वचनान्मया इयं वै कश्यपी गङ्गा रोगदोषहरा सदा इयं या कथ्यते लोके युगे वै नामपूर्वकं तदहं कथयिष्यामि शृणु सुन्दरि तत्त्वदः कृते कृतवती नाम त्रयदायां गिरिकर्णिका द्वापरे चन्दना नाम कलौ साभ्रमदी स्मृता दिने दिने विशेषेण स्नानार्थं तु नराश्चये सर्वपापविनिर्मुक्ता यान्ति विष्णोः सनातनं प्रक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि केदारे च कुरुक्षेत्रे यत्फलं स्नानतो भवेत् तद्फलं तु नृणां नूनं साभ्रमत्या दिने दिने भवति दिनसन्देहो व्यासस्य वचनं यथा नभस्ये परपक्षे दुःप्रत्यहं वा सुरेश्वरी अमावास्यादिने सम्यक् श्राद्धधाने जयद्फलं नरस्तत्फलमाप्नोति साभ्रमत्यावगाहनाद कार्तिक्यां कृत्तिका योगे श्रीस्थले माधवाग्रतः तद्फलं लभते मर्त्यो साभ्रमत्यावगाहनाद एषा श्रेष्ठतमा देवी सर्वलोकेषु पावनी इयं धन्यतमा देवी पवित्रा ह्यखनाशिनी यस्यां वै साभ्रमत्यां च येदे तिष्ठन्ति नित्यशः पूर्वं सम्बन्धिनो ये च उत्तरे ये तथा पुनः पाश्चात्या दाक्षिणात्याश्च सर्वे यान्ति च नित्यशः तीर्थयात्रामिषेणैव केडके ब्रह्मसन्निधौ आयान्ति सर्वदा देवि कार्तिक्या च न संशयः तत्र श्राद्धं प्रकुर्वन्ति तथा वै विप्रभोजनं नानाधर्मान् प्रकुर्वन्ति नानायज्ञांश्च नित्यशः विविधानि च दानानि प्रकुर्वन्ति जनाः सदा चतुर्युगेषु सर्वेषु नात्र कार्या विचारणा यवक्रीतोधरैभ्यश्च काक्षीवानुषिजस्तथा भृग्वाङ्गिरास्तथा कण्वो मेधावी च पुनर्वसुः बन्दी च गुणसम्पन्नः प्राच्यां दिशि उपसृताः उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथा सुबन्धुश्च महाभागो दत्तात्रेयश्च वीर्यवान् शिखी दीर्घतमाश्चैव गौतमः कश्यपस्तथा श्वेदकेतुकहोडश्च पुलको देवलस्तथा विश्वामित्रभरद्वाजौ जमदग्निश्च वीर्यवान् ऋचिकपुत्रो गर्गश्च ऋषिरुद्धालकस्तथा देवसर्माधौम्यश्च आस्तिकश्यपस्तथा लोमशो नाभिकेतुश्च लोमहर्षण एव च ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा वालकिल्यादयो ये च सर्वे गच्छन्ति तत्र वै हृदस्नानानिराहाराः सदा विष्णुपरायणाः शङ्खचक्रगदा धरास्तडे तिष्ठन्ति नित्यशः पितृतीर्थं गया नाम सर्वतीर्थवरं शुभं यत्रास्ते देवदेवेश स्वयमेव पितामहः गीताया पितृभिर्गाथा श्राद्धभागमपीप्सुभिः येष्ठव्या बहवः पुत्रा यद्ये कोऽपि गयां व्रजेद यजेद वाश्वमेधेन नीलं वा वृषमुत्सृजेद तथा वाराणसी पुण्या पितॄणां वल्लभा सदा या चैव मम सान्निध्याद्भुक्तिमुक्तिफलप्रदा ममाज्ञया दुदेवेशो बिन्दुमाधवसंज्ञकः नित्यं तिष्ठति देवेशि वाराणस्यां विशेषदः अदो धन्यतमा श्रेष्ठा पुरीयं मम सर्वदा पितॄणां वल्लभं तीर्थं पुण्यं वै विमलेश्वरं पितृतीर्थं प्रयागं च सर्वतीर्थसमन्वितं साभ्रमद्युदगे देवि आयान्ति वचनान् मम वडेश्वरस्य भगवान् माधवेन समन्वितः दशाश्वमेधकं पुण्यं गङ्गाद्वारं तथैव च मन्योगाश्च देवेशि साभ्रमत्यां वसन्तिः न दाध ललिता देवी तीर्थं यत्सप्तधारकं तथा मित्रपदं नाम केदारं शङ्करालयं गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभं तीर्थं ब्रह्मसरस्तद्वच्चतदृसलिले ह्रदे तीर्थं तु नैमिषं नाम आज्ञया मम सर्वदा साभ्यमत्युदगे देवि निवसन्ति न संशयः स्वेदावल्कलिनी पुण्या तदश्वेदा हिरण्मयी हस्त्यामत्यथवार्तघ्नि नदी सागरगामिनी पितॄणां वल्लभाह्येदाः श्राद्धकोटिफलप्रदः तत्र श्राद्धानि देयानि पुत्रैः पितृहिताय वै पाडलं वाडवाक्यं च नगरं तत्र सुन्दरी साभ्रमत्यां सदा येदा प्राप्ता नद्यो विशेषतः तत्र स्नानं च दानं च ये कुर्वन्ति नरा भुवि इह लोके सुखं भुक्त्वा यान्ति विष्णोः सनातनं जम्बूद्वीपं महापुण्यं यत्र पुण्यं विवर्धते तत्रार्याख्यं महापुण्यं सर्वकामफलप्रदं नीलकण्ठमिति ख्यातं तीर्थं नन्दह्रदस्तथा तथा रुद्रह्रदस्तीर्थं पुण्यं रुद्रमहालयम् मन्दाकिनीमहापुण्यां तदा चोदामहानदी साभ्रमत्यां त्वहं त्येते स्वात्मना दर्शनीकृते धूम्रामित्रपदं तद्वद्वैजनाथं ऋषध्वरं क्षिप्रा नदी महाकालं तथा कालिञ्जरोगिरिः गङ्गोद्भूतं हरोद्भेदं नर्मदाकारमेव च गङ्गा पिण्डप्रदानेन समान्याहुर्मनीषिणः एतानि ब्रह्मतीर्थानि साभ्रमत्युत्तरे तडे गुप्तीकृतानि देवेशि देवैर्ब्रह्म पुरोगमैः स्मरणादपि लोकानां पापघ्नानि महेश्वरि किं पुनः श्राद्धदातॄणां मानवानां सुरेश्वरि ओङ्कारं पितृतीर्थं च कावेरी कपिलोदकं सम्भेदश्चण्डवेगायास्तथैवामरकण्डकं कुरुक्षेत्राश्चदगुणमस्मिन् स्नानादिकं भवेद् वार्तघ्नी सङ्गमे देवि गणेश्वरपुरःसरं साभ्रमत्याम्बुरनिदं गणैस्तीर्थकदम्बकं येष तु देशधप्रोक्तस्तीर्थानां सङ्गमो मया वागीशापि न शक्नोति तीर्थानां तत्त्वविस्तरं सत्यं तीर्थं दयातीर्थं तीर्थमिन्द्रियविग्रहः तस्यास्तीर्थे प्रयत्नेन स्नानं कुर्यान्न संशयः प्रातःकालो मुहूर्तां स्त्रीन् सङ्गवस्तावदेव तु तदा स्नानादिकं तीर्थे देवानां प्रीतिदायकं मध्याह्नस्त्रि मुहूर्तस्य तपराह्णस्ततः परं पितॄणां प्रीतिजननं स्नानपिण्डादितर्पणं सायाह्नस्त्रिमुहूर्तस्याश्राद्धं तत्र न कारयेत् राक्षसी नामसा वेला गर्हिता सर्वकर्मसु अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा तत्राष्टमो मुहूर्तो यः सकालः कुतुपस्मृतः मध्याह्ने सर्वदा यस्मान्मन्दी भवति भास्करः तस्मादनन्दफलदः पितॄणां पिण्डदानदः मध्याह्नखङ्कपात्रं च तथा नोपालकम्बलः रूप्यं दर्भास्तथा गावो दौहित्रं कुद पास्तिलाः पापं कुत्सितमित्याहुस्तस्य सन्तापकारकाः अष्टावेदे यदस्तस्मात् कुतपा इति विश्रुताः ऊर्ध्वं मुहूर्तात् कुदुपात्यन्मुहूर्तचतुष्टयं महूर्तपञ्चकं चैदश्राद्धकाले समिष्यते विष्णोर्देहात् समुद्भूताः कुशा कृष्णतिला स्मृताः श्राद्धस्य रक्षणार्थाय एवमाहुर्दिवौकसः तिलोदकाञ्चलिर्देयो जलस्थैस्तीर्थवासिभिः सदर्भहस्तैरेकेन श्राद्धमेवं न हिंस्यते साभ्रमत्यां नामधेयैरिति तीर्थप्रवेशनं करयित्वा मया देवि दत्ता वै कश्यपाय च मम भक्तः कश्यपोऽसौ वल्लभो मम सर्वदा दत्ता तस्मादियं गङ्गा पवित्रा पापनाशिनी साभ्रमत्या महाभागे तीर्थे वै ब्रह्मचारिके आत्मानं च प्रतिष्ठाप्य तन्नाम्ना शङ्करो ह्यहं स्थितो लोकहितार्थाय ब्रह्मचारीश संज्ञकः साभ्रमत्यामुपकण्ठे ब्रह्मचारीश संज्ञके कलौ भक्तो विशेषेण पूजनं गुरुदे यदा इहलोके सुखं भुक्त्वा व्याधिशैवं पदं महद महद्भिर्व्याधिभिश्चैव पीडितो यदि गच्छति यस्याशु नश्यति व्याधिर्दर्शनाच्च महेश्वरी गत्वा वै तस्य संस्थाने उपवासी जितेन्द्रियः पूजनं गुरुदे भक्त्या रात्रौ तिष्ठन् सुनिश्चलः तदाहं योगिरूपेण दर्शनं तस्य यामिहि ददामि वाञ्छितान् कामान् सत्यं सत्यं वरानने मम स्थाने विशेषेण समायान्ति च ये जनाः तेषां व्याधिप्रशमनं करोमि सुचिरादहं चतुरशीति संज्ञेयो व्याधिः सम्कथितो मया ससव्याधिर्विनश्येद दर्शनादेव सुन्दरि न लिङ्गं वर्तते तत्र मामकं नगनन्दिनि स्नानमात्रं तु तत्रैव मामकं नात्र संशयः एकस्मिन्नेव काले तु अस्यां भूमौ महातपाः राजा वै सूर्यवंशीयो ब्रह्मदत्तस्तु वीर्यवान् तेन राज्ञा तपस्तप्तं बहुकालं सुरेश्वरी पञ्चाग्निसाधनं तेन कृतं च बहुधा ततः मासोपवासकादीनि तपस्तप्तान्यनेकशः एवं बहुतरं कालं राज्ञा तप्तं तपो महद प्रत्यक्षोऽहं तदा जादो वरार्थं वरवर्णिनि ब्रह्मदत्त शृणुष्वत्वं महद्वाक्यं नरेश्वर यं यं वाञ्छयसे नित्यं तं तं दत्मि न संशयः तेनोक्तं मम देवेश वाञ्छितं यदि दीयते एक एव वरो देव दीयतां मम सर्वदा मम नाम्ना हि देवेश ईश्वरो भुवि जायतां तेन वाक्येन सन्तुष्टो वरो दत्तो मयानके तदाहं तेन वैसार्धं निवसामि सुरेश्वरि अत्र स्थित्वा निराहारो भक्तिं कुर्यादशेषतः ददामि वाञ्छितान् कामान्यावदिन्द्रांश्चतुर्दश अत्रागत्य तु ये विप्रा रुद्रजाप्याधिकं चयद प्रकुर्वन्ति विशेषेण तेषां दत्मि शृणुष्व तद स्त्रीसौख्यं पुत्रसौख्यं च लक्ष्मी वृद्धिकरं पुनः इति पञ्चत्रिंशाधिकशततमोऽध्यायः ॐ